ये तु अन्ये अनुषयिभ्यः चन्द्रमण्डलम् अनारुह्य इहैव पापकर्मभिः घोरैः व्रीयवादिभावं प्रतिपद्यन्ते पुनः मनुष्यादिभावं तेषां न अनुषयिनामिव दुर्निष्प्रपतरं कस्मात् कर्मणा हि तैः व्रीहियवादिदेह उपात्तः इति तदुपभोगनिमित्तक्षये व्रीह्यादिस्तम्भदेहविनाशे यथा कर्मार्जितं देहान्तरं नवं नवं यलोकाव सङ्क्रमन्ते सविज्ञान एव सविज्ञानं भवति सविज्ञानमेव अनुक्रान्ति इति श्रुत्यन्त्र यद्यपि उपसंहृतकरणाः सन्तो देहान्तरं गच्छन्ति तदापि स्वप्नवत् देहान्तरप्राप्तिनिमित्तकर्मोद्भावितवासनाज्ञानेन सविज्ञान एव देहान्तरं गच्छन्ति श्रुतिप्रामाण्यं तथा अर्चिरादिना धूमादिना च गमनं स्वप्न इव उद्भूतविज्ञाने लब्धवृत्तिकर्मनिमित्तत्वात् गमनस्य न तथा अनुषयिणां व्रीह्यादिभावेन जातानां सविज्ञानमेव रेतस्य ज्योषद्देहसम्बन्धः उपद्यते न हि व्रीह्यादिलवनखण्डनपेषणादौ च सविज्ञानां स्थितिरस्ति ननु चन्द्रमण्डलादपि अवरोहतां देहान्तरगमनस्य तुल्यत्व जलोकावतो सविज्ञानता एव युक्त तथा सति घोरो नरकानुभवः इष्टापूर्ताधिकारिणां चन्द्रमण्डलादारभ्य प्राप्तो यावत् ब्राह्मणादिजन्म तदा सति अनर्था एव इष्टापूर्तादि उपासनं विहितं स्यात् श्रुतेश्च अप्रामाण्यं प्राप्तं वैदिकानां कर्मणाम् अनर्थ अनुबन्धित्वात् न वृक्षारोहणपतनवत् विशेषसम्भव देहाद्देहान्तरं प्रतिपित्सोः कर्मणः लब्धवृत्तित्वात् कर्मणा उद्भावितेन विज्ञानेन स्विज्ञानत्वं युक्तं वृक्षाग्रम् आरोहतः इव फलं जिगृक्षो तथा अर्चिरादिना गच्छतां सुविज्ञानत्वं भवेत् धूमादिना च चन्द्रमण्डलम् आरुरुक्षताम् न तथा चन्द्रमण्डलात् अवरुरुक्षताम् वृक्षाग्रादिव पतत सचेतनत्वं यथा च मुद्गरादि अभिहतानां तदभिघातवेदनानिमित्तसम्मूर्छितप्रतिबद्धकरणानां स्वदेहेनैव देशाद्देशान्तरं नियमानां विज्ञानशून्यता दृष्ट तथा चन्द्रमण्डलात् मानुषादिदेहान्तरं प्रति अवारुरुक्षतां स्वर्गभोगनिमित्तकर्मक्षयात् मृदित अब्देहानां प्रतिबद्धकरणान् अतः ते अपरित्यक्तदेहबीजभूताभिः अद्भिः मूर्छिता इव आकाशादिक्रमेण इमाम् अवरुह्य कर्मनिमित्तजातिस्थावरदेहैः संश्लिष्यन्ते प्रतिबद्धकरणतया अनुद्भूतविज्ञान एव तथा लवणखण्डनपेषणसंस्कारभक्षणरसादिपरिणामरेतस्येककालेषु मूर्छितवदेव देहान्तरारम्भकस्य कर्मणो अलब्धवृत्तित्व देहबीजभूत अप्सम्बन्ध अपरित्यागेनैव सर्वासु अवस्थासु वर्तन्ते इति जलोकावतो चेतनात्वं न विद्यते अन्तराले तु अविज्ञानं मूर्छितवदेव इति अदोषः न च वैदिकानां कर्मणां हिंसायुक्तत्वेन उभयहेतुत्वं शक्यम् अनुमातुं हिंसायाः शास्त्रचोदितम् अहिंसं सर्वभूतानि अन्यत्र तीर्थेभ्यः इति श्रुतेः शास्त्रचोदितायाः हिंसायाः न अधर्महेतुत्वम् अभ्युपगम्यते अभ्युपगतेपि अधर्महेतुत्वे मन्त्रैः विषादिवतो तदपनय उत्पत्तेः न दुःखकार्य आरम्भण उत्पत्तिः वैदिकानां कर्मणि मन्त्रेणैव विषभक्षणस्य इति तद्ये रमणीचरणाः अभ्यासोः यत्ते रमणीयामिवनिमापद्येन ब्राह्मणिवनिं वा क्षत्रियवनिं वा वैश्यवनिं वा अथयैः कपूचरणाः अभ्यासोः यत्ते कपूयां युवनिमापद्येरं शोयुवनिं वा सूकरयुवनिं वा चण्डालयुवनिं वा तत्तत्र तेषु अनुशयिनां ये इह लोके रमणीयं शोभनं चरणं शीलं येषां ते रमणीयचरणेन उपलक्षितः शोभनम् अनुशयः पुण्यं कर्म येषां ते रमणीयचरणाः उच्यन्ते क्रौर्य अनृतमायावर्जितानां हि शक्यः उपलक्षितं शुभानुशयसद्भव तेन अनुशयेन पुण्येन कर्मणा चन्द्रमण्डले भुक्तशेषेण अभ्यासो ह क्षिप्रमेव यदि क्रियाविशेषणम् ते रमणीयां क्रौर्यादिवर्जितां योनिम् आपद्येरन् प्राप्नुयुः ब्राह्मणयोनिं वा क्षत्रियोनिं वा वैश्योनिं वा स्वकर्मानुरूपेण अथ पुनः ये तद्विपरीतकपूयचरणोपलक्षितकर्माणि अशुभांशयः अभ्यासो यत्ते कपूयां यथा कर्मयोनिमापद्येरन् कपूयामेव धर्मसम्बन्धवर्जितां जुगुप्सितां योनिमापद्येरन् स्वयोनिं वा सुकरयोनिं वा चण्डालयोनिं वा स्वकर्मान् रूपेण अथैतयोः पतोः न कतरेण च न तानि इमानि क्षुद्राणि असकृ आवर्तीनि भूतानि भवन्ति जायस्वमनीस्वेति एतत् तृतीयं स्थानं तेन सौ लोको न सम्पूर्यते तस्मात् जुगुप्सेत तदेशश्लोकः ये तु रमणीयचरणाः द्विजातयः ते स्वकर्मस्ताश्चेदिष्टाधिकरणं ते धूमानिगत्य गच्छन्ति आगच्छन्ति च पुनः पुनः घटीयन्तरवत् विद्यां चेत् प्राप्नुयुः तदा अर्चिरादिना गच्छन्ति यदा तु न विद्यासेवनो नापि इष्टादिकर्म सेवन्ते तदा अथ एतयोः पतोः यथोक्तयोः अर्चिः धूमादिलक्षणयोः न कतरेण अन्यतरेण च नापि यन्ति तानि इमानि भूतानि क्षुद्राणि दंशमशककीटादीनि असकृदावृत्तीनि भवन्ति अतः उभयमार्गपरिभ्रष्टा हि असकृज्जायन्ते म्रियन्ते च इत्यर्थः तेषां जननमरणसन्ततेः अनुकरणमिदमुच्यते जायस्वामियस्व इति ईश्वरनिमित्तचेष्टा उच्यते जनमरणलक्षणे नैव कालयापना भवति न तु क्रियासु शोभनेषु भोगेषु वा कालोऽस्ति इत्यर्थः एतत् क्षुद्रजन्तुलक्षणं तृतीयं पूर्वोक्त उपन्थानम् अपेक्ष्य स्थानं संसृतं येन एवं दक्षिणमार्गः अपि पुनः आगच्छन्ति अनधिकृतानां ज्ञानकर्मणोः आगमनमेव दक्षिणेन पथा इति तेन असौ लोको न सम्पूर्यते पञ्चमस्तु प्रश्नः पञ्चाग्निविद्या व्याख्यातः प्रथमो दक्षिणोत्तरमार्गाभ्याम् अपाकृतः दक्षिणोत्तरयोः पतोः व्यावृत्तनापि मृतानाम् अग्नौ प्रक्षेपः समानः ततो व्यावृत्य अन्ये अर्चिरादिना यन्ति अन्ये धूमादिना पुनः उत्तरदक्षिणायने षण्मासान् प्राप्नुवन्तः संयुज्य पुनः व्यावर्तन्ते अन्ये संवत्सरम् अन्ये मासेभ्यः पितृलोकम् इति व्याख्यातः पुनरावृत्तिरपि क्षीणांशयानां चन्द्रमण्डलात् आकाशादिक्रमेण उक्तः अमिश्लोकस्य पूर्णं स्वशब्देनैव उक्तं तेन असौ लोको न सम्पूर्यते इति यस्मादेवं कष्टा संसारगतिः तस्मात् जुगुप्सेत् यस्माच्च जन्ममरणजनितवेदनानुभवकृतक्षणाः क्षुद्रजन्तवो ध्वान्ते च घोरे दुस्तरे प्रवेशितः सागरेव अगाधे अप्लवे निराशाश्च उत्तरणं प्रति तस्माच्च एवंविधां संसारगतिं जुगुप्सेत् बिभत्सेत् गृणीभवे मा भूदेवं विदे संसारमहोदतु घोरिपातः इति तद्येतस्मिन्नर्थे एषः श्लोकः पञ्चाग्निविद्यस्तुतये स्तेनो हिरण्यस्य सुरां पिबंश्च गुरोः तल्पम् आवसन् ब्रह्म च इति पतन्ति चत्वारः पञ्चमश्चाचर्गं स्तैरिति स्तेनो हिरण्यस्य ब्राह्मणसुवर्णस्य हर्त सुरां पिबन् ब्राह्मणस्सन् गुरोश्च तल्पं दारान् आवसन् ब्रह्म ब्राह्मणस्य हन्ता च इति एते पतन्ति चत्वारः पञ्चमश्च तैः सह आचरन्ति अतः एतानेवं पञ्चाग्निवेदा न सह तैरपि आचरन् पाप्ना लिप्यते शुद्धः पूतः पुण्यलोको भवति एवं वेद य एवं वेद अथ य पुनः यो यथोक्तान् पञ्चाग्निवेद स तैरपि आचरन् महापातकिभिः सह न पाप्मना लिप्यते शुद्ध एव तेन पञ्चाग्निदर्शनेन पावितः यस्मात् पूतः पुण्योलोकः प्राजापत्यादिः यस्य स्वयं पुण्यलोकः भवति य एवं यथोक्तं समस्तं पञ्चभिः प्रश्नैः पृष्टम् अर्थजातं वेद द्विरुक्तिः समस्तप्रश्ननिर्णयप्रदर्शनार्थ इति दशमखण्डभाष्यम्।